गतरविवासरे अस्माकं मुख्यः विषयः प्रचलितः आसीत् सञ्जातः आसीत् अष्टाध्यायीसूत्राणां बलाबलं। तत्र प्रश्नः अस्ति यत् एकस्मिन्नेव अवसरे यदि एकाधिकसूत्राणि आगच्छेयुः तर्हि कस्य सूत्रस्य कार्यं भवति इति विषयः अस्ति। तस्मिन् विषये अस्माभिः पठितं यत् एकः तु अस्ति अपवादः, एकः तु अस्ति तुल्यबलविरोधः। तुल्यबलविरोधः अस्माकं तुल्यबलविरोधः अस्ति यत् एकस्मिन् एव अवसरे यदि द्वे सूत्रे आगच्छतः द्वयोः सूत्रयोः अन्य अपि अवकाशः अस्ति तर्हि तस्य नाम अस्ति तुल्यबलविरोधः, तुल्यबलसूत्रे अथवा विप्रतिषेध। तर्हि सूत्रमस्ति विप्रतिषेधे परं बलं, तर्हि परं कार्यं। तर्हि विप्रतिषेध नाम यत्र तुल्यबलविरोधः अस्ति तत्र परसूत्रस्य कार्यं भवति, पूर्वसूत्रस्य न भवति इति तु एकम् अस्माभिः दृष्टम्। तदनन्तरम् एकमस्ति अपवादः। अपवादः इत्युक्ते किं, यत् द्वे सूत्रे स्तः एकस्मिन् एव अवसरे युगपत् आगच्छतः परन्तु एकसूत्रस्य कार्यक्षेत्रम् अन्यसूत्रस्य कार्यक्षेत्रस्य अन्तरे अस्ति। नाम यदि द्वितीयसूत्रं कार्यं करोति तर्हि प्रथमसूत्र निरवकाशः भवति। तस्मिन् अवसरे प्रथमसूत्रः अपवादः इति उच्यते, तर्हि प्रथमसूत्रस्य कार्यं भवति, द्वितीयसूत्रस्य कार्यं न भवति। तत्र परसूत्रम् अस्ति चेदपि कार्यं न भवति, नाम अपवादसूत्रस्य कार्यं सर्वदा भवति। न भवति चेत् सूत्रनिरवकाशः भवति, सूत्रं व्यर्थं जातं। तत्र तत्तु न भवितुं शक्नोति। पाणिनेः अष्टाध्याय्यां किमपि सूत्रं व्यर्थं जातुं व्यर्थं न भवितुं शक्नोति। अतः अपवादस्य कार्यं सर्वदा प्रथमं भवति। तदनन्तरम् अस्माकं नूतनं विषयः अधुना अस्ति नित्यं। तत्र अस्माभिः पठितं यत् एकं मुख्यपरिभाषा अस्ति पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः, नाम पूर्वस्य अपेक्षया परसूत्रं, परसूत्रस्य अपेक्षया नित्यसूत्रं, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्तरम् इति अस्ति। अधुना अस्माभिः पूर्वसूत्रं, परसूत्रम्, अपवादसूत्रम् इत्येषां विषये तु अस्माकं चर्चा जाता। अधुना नित्यसूत्रम् इत्युक्ते किं पठामः, तदनन्तरं नित्यसूत्रस्य अनन्तरम् अन्तरङ्गसूत्रम् इत्युक्ते किं तत् पठामः। तर्हि प्रश्नः अस्ति वा कस्यापि अधुना? नो चेत् नित्यसूत्रम् आरभामहे। अस्तु, नास्ति चेत् पठामः। मीनासुन्दरेशन् महोदय अस्ति खलु? पठामि वा? आं महोदय, नित्यं। नमस्ते। नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते। समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु। द्वयोर्मध्ये एकस्य सूत्रस्य प्रकृतिः कारिता, तदनन्तरमपि अपरस्य सूत्रस्य पुनःप्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इत्युच्यते। एतत् नित्यम् इति किं सूत्रस्य अर्थम् अत्र वदति? पुनरपि पठामि वा महोदय? पठतु अथवा स्वस्य शब्देषु वदतु। नित्यम् इत्युक्ते किम्? इदानीं पर्यन्तं यत् पठितं तस्य अर्थं वदतु। यदा समानकाले सूत्रद्वयं कार्यं कर्तुम् आगच्छतः तस्मिन् एकस्य सूत्रम् एकस्य सूत्रं कार्यं कृतं तदनन्तरमपि अपरस्य सूत्रं पुनः प्रसक्तिः अस्ति चेत् तस्य तस्मिन् काले अपरसूत्रं नित्यसूत्रम् इति उच्यते. नित्य यतोहि नाम अत्र यदि एकसूत्रमस्ति सूत्र अ, अन्यसूत्रमस्ति सूत्र ब, तर्हि यदि सूत्र ब अस्ति तस्य कार्यानन्तरम् अपि यदि सूत्र अ कार्यं कर्तुं शक्नोति, परन्तु यदि सूत्र अ कार्यं करोति तर्हि सूत्र तस्य अनन्तरं सूत्र ब कार्यं कर्तुं न शक्नोति, तर्हि अस्मिन् अवसरे सूत्र अ नित्यसूत्रम् इति उच्यते. यतोहि तत् नित्यमस्ति, तत् पूर्वमपि कार्यं कर्तुं शक्नोति, अन्यसूत्रस्य कार्यानन्तरम् अपि कार्यं कर्तुं शक्नोति, अतः तत् नित्यसूत्रम् इति अस्ति. पूर्वम् उक्तं विप्रतिषेधे परं कार्यं किमपि सूत्रम् अपरं आगच्छति तत् सूत्रमेव परसूत्रमेव कार्यं करोति. यदा यदा बहु आप् गुणः वृद्धिरेचि वृद्धिरेचि परसूत्रं आप् गुणः परसूत्रं वा? तत्र परसूत्रस्य विषयः एव नास्ति, तत्र तु अपवादविषयः अस्ति. अपवादविषये सुपि बहु बहु बहुवचने जल्येत् परसूत्रमेव प्रसक्तिः अस्ति. अत्र व्यत्यासमस्ति किल, पूर्वसूत्रं कार्यं कृतं वा अकृतं वा परसूत्रम् आगच्छति, पूर्वसूत्रं प्रसक्तिः अस्ति, कार्यं कर्तुं प्रसक्तिः अस्ति, तस्मात् एव नित्यसूत्रम् इति. अत्रापि पूर्वपर तस्य पूर्वसूत्रपरसूत्र अपि अत्र कस्यापि तत्र महत्त्वं नास्ति. अत्रापि पूर्वसूत्रपरसूत्र एकमस्ति, तदनन्तरमस्ति नित्यं. यदि कोऽपि सूत्रं सर्वदा कार्यं कर्तुं शक्नोति अन्यसूत्रस्य अपेक्षया तर्हि तत् सूत्रं नित्यम् इति अस्ति, इति अस्ति. नित्यसूत्रस्य कार्यं भवति सर्वदा इति वार्ता अस्ति. तद् नित्यसूत्रं यदि अष्टाध्याय्यां पूर्वसूत्रम् अपि अस्ति चेदपि तस्य कार्यं भवति इति. पूर्वसूत्रं सदा नित्यं न, न, न, न. अग्रे पठतु. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति. यदा किञ्चन सूत्रं नित्यमस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम्. नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यमस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति. अत्र लिखितमस्ति खलु यत् सामान्यतया यदा तुल्यबलविरोधः अस्ति तत्र परसूत्रस्य कार्यं भवति, पूर्वसूत्रस्य कार्यं न भवति. पूर्वसूत्र इत्युक्ते अष्टाध्याय्यां यत् पूर्वमागच्छति. परन्तु अत्र लिखितमस्ति यत् यदि पूर्वसूत्रं नित्यमस्ति नाम परसूत्रस्य अपेक्षया तस्य पूर्वमपि तस्य यदि यत् सूत्रम् अष्टाध्याय्यां पूर्वसूत्रमस्ति यदि तस्य नित्यं कार्यं भवितुं शक्नोति तर्हि तस्य कार्यं प्रथमं भवति. नाम तत् सूत्रम् अष्टाध्याय्यां पूर्वमस्ति तथापि तस्य कार्यं भवति, परसूत्रस्य कार्यं न भवति. अतः परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्तरमस्ति. नित्यसूत्रं पूर्वसूत्रं संख्या एव पूर्वमपि न नास्ति, तथा नास्ति. परन्तु संख्या यदि पूर्वम् अस्ति चेदपि तस्य कार्यं भवति इति वार्ता अस्ति. महोदय कुत्र पठितवती भगिनी? नित्यं यत्र नित्यं नित्य यदा यत्र आरभते न प्राप्नोमि महोदय. अत्र करपत्रे पूर्वपरनित्यान्तरङ्गापवाद उत्तर नम्बर् 3 अस्ति खलु, तृतीय तस्य अग्रे ए नित्यमस्ति. ओ अस्तु. अधुना तस्य उदाहरणं पठतु. इति वृत्तान्तः लट् वर्तमाने लट् तुद् ति तिप्तश्चि सिक्तस्य मित्वस्वस्था सातां त्वम् इत् महिमहे तुद् श योगः ति तुदादिभ्यः शः अनुबन्धलोपे तुद् अ योगः ति तुदति. अत्र तुद् धातोः वर्तमाने लट् इत्यनेन लट् कर्तव्यः. तदा लटः स्थाने तिपादयः भवन्ति. एकवचन विवक्षायां तिप् प्रत्ययः तुद् योगः ति इदानीं ति प्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुक प्रत्ययः. अतः सार्वधातुक आर्धधातुकयोः इति अनुवर्तमाने पुगन्तलघुपदस्य च इत्यनेन गुणः प्राप्यते. तु योगः ति पुगन्तलघुपदस्य च तोद् योगः ति. अतः अधुना अग्रे पठतु, अग्रे अपि पठतु. तो नाम मध्ये शविकरणप्रत्ययः तदानीं न भवति चेत् गुणस्य प्राप्तिः. उदादिभ्यः शः इत्यनेन शप्रत्ययस्य करणात् प्राक् तिपं निमित्तीकृत्य गुणः भवति पुगन्तलघुपदस्य च इत्यनेन. तुदादिभ्यः शः इति सूत्रं प्रति पुगन्तलघुपदस्य च तु परसूत्रम्, अतः तस्य कार्यं पूर्वं स्यात्. अनेन च चिन्तनेन तुद् योगः ति पुगन्तलघुपदस्य तोद् योगः ति तुदादिभ्यः शः तोद् योग अ योगः ति तोदति. किन्तु इदं रूपम् अनिष्टम्. तर्हि किं कर्तव्यम्? तत्र एव तुदादिभ्यः पूर्वसूत्रं पुगन्तलघुपदस्य परसूत्रं, परसूत्रमेव प्रसक्तिः बलवत्तरम् इति उक्तं पूर्वं. तस्मिन् स्थिते तोदति इति रूपं कर्तव्यं, किन्तु तत् रूपम् अनिष्टम् इति वयं जानन्ति. आम्, तर्हि किं भवति? अत्र विरोधः अस्ति, नाम विरोधः. वर्तमाने लट् भवति, तदनन्तरं तिप्तस्थि सिप्तस्थ इति सूत्रेण लट् स्थाने ति आगच्छति, तुद् योगः ति. अधुना तुद् योगः ति इति का इति विषये द्वयोः सूत्रयोः प्रसक्तिः युगपत् अस्ति. सूत्रं तु अस्ति तुदादिभ्यः श, यत्र येन तुद् ति मध्ये श नाम अविकरणप्रत्ययः आगच्छति. अन्यसूत्र यस्य प्रसक्तिः अस्ति तदस्ति पुगन्तलघुपदस्य च, यतोहि ति सार्वधातुक ति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण ति सार्वधातुकप्रत्ययः अस्ति. पुगन्तलघुपदस्य च इति सूत्रेण उकारः ह्रस्व उकारः उपधायाम् अस्ति, अतः तोद् योगः ति भवितुं शक्नोति. तर्हि कोऽपि वक्तुं शक्नोति अस्तु, द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अतः वयं जानीमः यत् परसूत्रस्य कार्यं भवति इति तर्केण कोऽपि वदति यत् पुगन्तलघुपदस्य च कार्यं करोतु, यतोहि पुगन्तलघुपदस्य च तु तुदादिभ्यः इति अपेक्षया परसूत्रम्. तर्हि अस्तु, करोतु, पुगन्तलघुपदस्य च करोतु. तर्हि पुगन्तलघुपदस्य च करोति चेत् अधुना तुद् योगः ति भवति तोद् योगः इति भवति. तदनन्तरं तुदादिभ्यः शः तस्य प्रसक्तिः अधुना अपि अस्ति. अधुना तोद् योगः श योगः ति भवति, परन्तु रूपं भवति अधुना तोदति. परन्तु तोदति तु सम्यक् रूपं नास्ति खलु, रूपं तु तुदति अस्ति. अतः किं भवति, कुत्र तु अस्माकं दोषः भवति? दोषः कुत्र भवति? परन्तु परसूत्रं तु कार्यं करोति, तर्हि दोषः कुत्र अस्ति? न जाने कुत्र अस्ति, परन्तु दोषः अस्ति. तद्दोषः किं कः अस्ति तत् अग्रे पठामः. संशयः महोदय, दोषः अस्ति इति तुदति इति धातु धातु वयं जानीमः तोदति इति दोषः अस्ति इति. यदि अन्यधातु धातोः रूपं वयं न जानीमः किं किं भवति तस्मिन् समये? महोदय, भवती रूपं न जानाति तत्तु भिन्नविषयः अस्ति, परन्तु अत्र वयं जानीमः तोदति इति दोषः अस्ति इति वयं जानीमः. यदि वयं न जानीमः अन्य धातुषु कथं भवति? अत्र वयं सर्वे जानीमः यत् तुद् योगः ति तुदति भवति, परन्तु कोऽपि धातुः अस्ति तत्र वयं प्रायः न जानीमः यद् रूपं किम् अस्ति, परन्तु यद् भाषा अस्ति तद् भाषा तु अस्ति खलु, तत्र भाषा मध्ये तु सम्यक् रूपम् अस्ति. तर्हि वयं न जानीमः, वयं न जानीमः चेत् वयं दोषपूर्णरूपं कुर्मः, तदनन्तरम् अस्माकं दोषः भवति. कुत्रापि विषये, अधुना मेथमेटिक्स् अस्ति अथवा सायन्स् अस्ति, वयं किमपि न जानीमः तर्हि वयं दोषं कुर्मः, परन्तु वयं न जानीमः चेत् तत्र भाषामध्ये अथवा विज्ञानमध्ये अथवा गणितमध्ये तत् सम्यक् रूपं नास्ति इति नास्ति खलु. जस्ट् बिकास् वी डोण्ट् नो वाट् द करेक्ट् फार्म् इस् डजण्ट् मीन् देट् द लेङ्ग्वेज् डजण्ट् हेव् अ करेक्ट् फार्म्. दिस् इस् नाट् फार् अस् टु नाट् मेक् मिस्टेक्, इट् इस् फार् अस् टु नो what is the right thing, and if we know this what we are going to study, we won't make mistake also. Astu atra nityam iti siddhantah ayati. Dhanyavad mohode, anya ko api patati. Astu dhanyavad mohode. Atra Bhanu Chaitanya mohode. Bhanu mohode, aa mohode, aa ve patatu atra nityam. Atra nityam iti siddhantah ayati. यतोहि विकरणप्रत्यये कृते गुणः न प्राप्यते. महोदय, तत् प्राप्यते वा? प्राप्यते. हा, यकारः पूर्णं नास्ति अतः. आमामां, दोषः अस्ति. क्षम्यताम्, अत्र नित्यम् इति सिद्धान्तः आयाति. यतोहि विकरणप्रत्यये कृते गुणः न प्राप्यते, किन्तु गुणे कृतेपि विकरणप्राप्तिः. किम् अग्रे पठतु एकं. कृताकृतप्रसङ्गे नित्यां कृतेपि अकृतेपि यस्य प्रसङ्गः वर्तते सः नित्यः. इदानीं गुणः तथा नास्ति, विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति, विकरणप्रत्यये अकृते एव गुणः प्राप्यते. भुगन्तलघुपदस्य च इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये च विकरणप्रत्ययः नास्ति. विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति इति चेत् शत् प्रत्ययः अपित् यद्यपि षित् अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं निद्वत् स्यात्, अतः निति च इत्यनेन गुणनिषेधः. नित्यम् इति सिद्धान्तः तत्र आयाति. तुदति वा तोदति वा किं सम्यक् रूपम् इति पश्यन्ति चेत्, यतोहि विकरणप्रत्यये कृते गुणः प्राप्यते, तस्य अर्थः किम्? महोदय, अस्तु, तर्हि मम प्रश्नः अस्ति, तद् वदतु. अस्तु, यदि यदि प्रथमविकरणप्रत्ययः यदि आयाति तर्हि तुद् योगः अयोगः ति अस्ति खलु. क्षम्यतां, तोद् योगः तुद् योगः ति अस्ति खलु. अधुना वदतु, तुद् योगः ति इति स्थले उगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति न वा? तुद् योगः ति अस्ति महोदय. अस्ति, किञ्चित् सार्वधातुकम्, अतः सार्वधातुकार्धदोषयोः इति उक्त्वा उगन्तलघुपदस्य सूत्रेण गुणं भवितुं शक्नोति, यतोहि ति प्रत्यय तिङ् सार्वधातुकप्रत्ययः. अस्तु, तुद् योगः ति इति स्थले तुदादिभ्यः शः इति सूत्रस्य प्रसक्तिः अस्ति वा? महोदय पुनरेकवारं पृच्छतु महोदय. तुद् योगः ति इति स्थले तुदादिभ्यः शः इति सूत्रस्य प्रसक्तिः अस्ति वा? अस्ति न वा? न. तुद् योग ति अस्ति चेत् तदनन्तरम् अनन्तरम् आयाति महोदय. आं, विकरणप्रत्यये तु आयाति योगः ति, तुद् योगः ति एतस्मिन् एव स्थले तुदादिभ्यः शः सूत्रस्य प्रसक्तिः अस्ति न वा? नास्ति महोदय. किमर्थं नास्ति? प्रथमतः विकरणप्रत्यये तत्र तु नास्ति एव. अस्ति खलु, तुदाति अस्ति. तुदादिभ्यः शः इति सूत्रं किं वदति? सार्वधातु. अत्र सर्वे श्रोतुं शक्नुवन्ति खलु, लीना महोदय श्रूयते खलु? किञ्चित् डिस्टर्बेन्स् अस्ति महोदय. अस्तु, यत् यस्य डिस्टर्ब, कस्य डिस्टर्बेन्स् अस्ति? डिस्टर्बेन्स् नास्ति, भवतः ध्वनिः किञ्चित् न्यूनः अस्ति. न्यूना अस्ति वा? पता न जानामि. अस्तु, अहम् उच्चैः वदामि. अस्तु, तर्हि अधुना अस्तु, ऐ हियर् इट् इस् ब्रोकन् अप्. अस्तु, तर्हि ब्रोकन् अप् अ लिटल् बिट् महोदय. ब्रोकन् अस्ति वा? ओ अस्तु, इदानीं सम्यक् अस्ति. अस्तु अस्तु, धन्यवादः. हा, तर्हि भानुमहोदय, यत्र तुदादिभ्यः शः सूत्रं किं वदति? सार्वधातुकप्रत्ययः परे अस्ति चेत् कर्तरिविषये तत्र कर्तरि शप् आगच्छति, शपं प्रबाध्य तुदादिभ्यः शः आगच्छति, तुदादिगणस्य आगच्छति. तर्हि अत्र ति अस्ति, ति सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति, कर्तरि अर्थे अपि अस्ति, अतः शपं प्रभात्य तुद् योगः ति इति अवसरे मध्ये अ तस्य प्रसक्तिः अस्ति खलु? अस्ति महोदय. अस्तु, तर्हि दोषः, तर्हि अतः क्लेशः अस्ति. तुद् योगः ति प्रथमं तुदादिभ्यः शः कार्यं कर्तुं शक्नोति, अथवा पुगन्तलघुपदस्य च, उभयोः प्रसक्तिः अस्ति. तर्हि प्रश्नः अस्ति, कस्य कार्यं भवति खलु इति प्रश्नः अस्ति. अधुना चिन्तयतु यत् तुदादिभ्यः, अधुना चिन्तयतु यत् पुगन्तलघुपदस्य च प्रथमं कार्यं करोति इति चिन्तयतु खलु. तर्हि यदि पुगन्तलघुपदस्य च कार्यं करोति, तर्हि तुद् योगः ति तस्य अनन्तरं किं रूपं भवति? तोद्योगः ति. अधुना तोद्योगः ति इति स्थले तुदादिभ्यः शः इति सूत्रस्य प्रसक्तिः अस्ति न वा? अस्ति महोदय. कथं जानाति? महोदय, तुदादिभ्यः शः तु ति तु सार्वधातुकमेव. आम्, तुद् गणः अस्ति चेत् ततः विकरप्रकरणे तुदादिभ्यः शः, शपः तर्हि तुदादिभ्यः, तर्हि तोद् तोद्योगः ति यत् अस्ति तस्मिन् अपि अवसरे ति सार्वधातुकप्रत्यय अस्ति, कर्तरि अर्थे अस्ति, तोदपि अधुना अपि तुदादिगणे अस्ति, अतः शपं प्रबाध्य श आगच्छति। नाम तोदयोगः ति उगन्तलघुपदस्य च इति सूत्रस्य कार्यानन्तरम् अपि तुधादिभ्यः शः इति तस्य प्रसक्तिः अस्ति खलु। अस्तु महोदय। तर्हि एकः क्रमः एतादृशः अस्ति। अधुना चिन्तयतु, तुद्योगः ति मध्ये तुद्योगः ति इति अवसरे तुदादिभ्यः शः यदि कार्यं करोति तर्हि रूपं कीदृशः भवति? तुद्योग अकारयोगति। उत्तमं, तुद्योगः अकारयोगति। अधुना तुद् एवं ति मध्ये, तुद् ति मध्ये अ अस्ति खलु। अधुना महोदय वदतु, तुद् योगः अ योगः ति इति स्थले पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति न वा? सूत्रं कार्यं कर्तुं शक्नोति न वा? महोदय, ति यदस्ति तस्य अङ्गः अस्ति तोद्। न, तुद् योगः अ योगः ति अस्ति खलु। तोद् योग अयोग ति महोदय। अधुना तोदा अङ्गमस्ति, ति यदस्ति तस्य अङ्गः तोद। न, तत्र न, सम्यक् नास्ति। तोद कथं भवति? तोद्योग अकारयोगति। न न न, तुद्योगः अकारयोगति अस्ति खलु। तोद् नास्ति, इदानीं पर्यन्तं तोद् नास्ति। तुद्योगः अयोगः ति अस्ति। अधुना च कार्यं करोति न वा? तत्र गुणप्रसक्तिः नास्ति महोदय। कथं गुणप्रसक्तिः तु अस्ति, परन्तु गुणं न भवति। पुगन्तलघु उपदस्य तत्र लघु उपदा तु नास्ति महोदय। तत्र ओ प्रत्ययस्य कृते तुद् अङ्गमस्ति खलु महोदय। तर्हि शृणोतु एकवारम्, अप्रत्ययस्य कृते तुद् अङ्गम् अस्ति, अतः तुद् अङ्गे गुणः भवति न वा? भवति महोदय। कथं भवति? केन सूत्रेण भवति? लघुपदस्य तु पुगन्तलघुपदस्य सूत्रेण एव भवितुम् अर्हति। सत्यं, पुगन्तलघुपदस्य च इति सूत्रं तस्य प्रसक्तिः अस्ति, परन्तु सूत्रं गुणं न भवति। किमर्थं न भवति? तुदादिगणे गुणं न भवति खलु। कथं न भवति, किमर्थं न भवति? तर्हि श प्रत्यय अपित् अस्ति खलु। तर्हि सार्वधातुकम् अपि अपित् इति सूत्रेण सार्वधातुकप्रत्ययः यदि अपित् अस्ति तर्हि तत् किं भवति? नित्वत् भवति खलु। नित्वत् गुणनिषेधः भवति खलु। तर्हि तुद् योगः अयोगः ति इति स्थले अप्रत्ययस्य नाम श प्रत्ययस्य अपित्वात् पुगन्तलघुपदस्य च इति सूत्रं कार्यं कर्तुं न शक्नोति, गुणं न भवितुं शक्नोति खलु। आं महोदय, बाधितम्। तर्हि अधुना भवान् जानाति यत् प्रथमं यदि पुगन्तलघुपदस्य च कार्यं करोति तदनन्तरम् अपि तुधादिभ्यः शः कार्यं कर्तुं शक्नोति, परन्तु तुधादिभ्यः शः यदि कार्यं प्रथमं करोति तदनन्तरं पुगन्तलघुपदस्य च कार्यं कर्तुं न शक्नोति, कार्यं बाधितम्। अतः तुधादिभ्यः शः पुगन्तलघुपदस्य च एतयोः सूत्रयोः मध्ये नित्यसूत्रं किम्? तुदादिभ्यः एव। आम्, यतोहि तुदादिभ्यः श अनन्तरमपि कार्यं कर्तुं शक्नोति. अतः पुगन्तलघुपदस्य च तुदादिभ्यः श एतयोः सूत्रयोः मध्ये तुदादिभ्यः श सूत्रं नित्यसूत्रम् अस्ति. अतः नित्यसूत्रस्य बलेन तुदादिभ्यः श प्रथमं कार्यं करोति. यद्यपि तुदादिभ्यः श अष्टाध्याय्यां संख्यादृष्ट्या पूर्वसूत्रम् अस्ति, तथापि नित्यसूत्रस्य बलत्वात् तुदादिभ्यः श प्रथमं कार्यं करोति इति वार्ता अस्ति. यतोहि नित्यसूत्रं परसूत्रस्य अपि अपेक्षया बलवान् अस्ति, बलवत् अस्ति. अतः तुदादिभ्यः श कार्यं करोति. तुद्योगः ति इति स्थले तुदादिभ्यः श आगच्छति, न तु पुगन्तलघुपदस्य च. तुद्योगः अयोगः ति भवति, तदनन्तरं पुगन्तलघुपदस्य तु कार्यं न भवति, रूपं भवति तुदति. तुदति सम्यक् रूपं भवति, दोषपूर्णरूपं नास्ति. अवगच्छति वा महोदय? आं महोदय, धन्यवादः. नित्यसूत्रं कथमस्ति सर्वे अवगच्छन्ति? तुदादिभ्यः श नित्यसूत्रं किमर्थं सर्वे अवगच्छन्ति वा? तर्हि कृत अकृतप्रसङ्गे नित्यं नाम प्रथमं यदि अन्यसूत्रं कार्यं करोति अपि अन्य तत् सूत्रस्य प्रसक्तिः भवति. अन्यसूत्रं कार्यं न करोति अपि तस्य सूत्रस्य प्रसक्तिः अस्ति. एतादृशी स्थिति नित्यस्थितिः इति अस्ति. कृत अकृत प्रसङ्गे नित्यं, कृते अपि यस्य प्रसङ्गः वर्तते, अकृते अपि यस्य प्रसङ्गः वर्तते, तद् नित्यम् इति अस्ति. महोदय, अत्र अस्मिन् उदाहरणे कृतम् एव उदाहरणं कृतं, परन्तु न कृतं पुगन्तलघुपदस्य तुदा न तस्य कृते कृते कृते अकृते अपि किमस्ति यत् पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति अपि नाम कृतम् अस्ति चेदपि तुदादिभ्यः श सूत्रस्य प्रसङ्गः वर्तते. पुगन्तलघुपदस्य च इति सूत्रं कार्यं न करोति नाम अकृत् अपि अकृतम् अस्ति चेदपि तुदादिभ्यः श सूत्रस्य प्रसङ्गः वर्तते. अतः तुदादिभ्यः श नित्यः इति. तत् अवगतं, अवगतं मया. अत्र कृतं वा अकृतं वा? उभयमस्ति खलु, कृतम् अकृतं. कस्य कृतम् अकृतम्? अत्र उदाहरणे पुगन्तलघुपदस्य च इति सूत्रस्य कृतम् अकृतं नाम पुगन्तलघुपदस्य च तस्य कार्यं यदि भवति नाम कृत अपि अस्ति, तथापि तुदादिभ्यः श तस्य प्रसङ्गः अस्ति. पुगन्तलघुपदस्य च अकृत् अस्ति, तथापि तुदादिभ्यः श सूत्रस्य प्रसक्तिः अस्ति. अतः तुदादिभ्यः श सूत्रनित्य नाम अन्यसूत्रकृत अथवा अकृत् किमपि भवेत्, अस्य सूत्रस्य यदि प्रसङ्गः अस्ति तर्हि तत् सूत्रं नित्यम्. एतत् उदाहरणं कृतम् अकृतं द्वयमपि विवरणं करोति वा? आम्, तत् अतः एव तुदादिभ्यः श नित्यमस्ति खलु. कार्यं करोति न चेदपि न वदतु, तत्र प्रसक्तिः अस्ति न वा? तुद्योगः ति एतस्मिन् स्थले पुगन्तलघुपदस्य च प्रसक्तिः अस्ति. तद् यदि कार्यं करोति तदापि तुदादिभ्यः श तस्य प्रसङ्गः वर्तते. परन्तु पुगन्तलघुपदस्य च यदि कार्यं न करोति चेदपि तुदादिभ्यः श तस्य प्रसङ्गः अस्ति. अतः तुदादिभ्यः श सो बेसिकली तुदादिभ्यः श डजन्ट् केयर् वेदर् दि अदर् सूत्र इस् देर् आर् नाट्. अतः इट् इस् नित्यं सूत्रं कृत अकृत प्रसङ्गे. सुप्तयोगः इति स्थिते तत्रैव पुगन्तलघुपदस्य गुणं भवितव्यं किल? तिप् तिप् सार्वधातुकम् आम्, अतः पुगन्तलघुपदस्य च इति तस्य प्रसक्तिः किम्? अत्रैव गुणं कर्तव्यं, किमर्थं न कर्तव्यं? न कृतं तुदयोगः ति इति स्थले क्लेशः अस्ति खलु. कस्य सूत्रस्य कार्यं भवति, तुदादिभ्यः सह अथवा पुगन्तलघुपदस्य च? सार्वधातुकं सार्वधातुक आर्धधातुक पुगन्तलघुपदस्य इति सूत्रं प्रसक्तिः अस्ति तत्र. तुदादिभ्यः सह तस्य सूत्रस्य अपि प्रसक्तिः अस्ति. तुदादिभ्यः सह अनन्तरम्, ओ अनन्तरम् आगच्छति, पूर्वमेव आगच्छति. तथा तथा प्रायः गतरविवासरे सुमन् महोदयाः प्रश्नः अस्ति तथा एव अस्ति, यत् प्रायः भवती चिन्तयति यत् यदि तुदादिभ्यः सह अनन्तरम् आगन्तुं शक्नोति तर्हि प्रथमं पुगन्तलघुपदस्य च तस्य कार्यं भवेत्, तदनन्तरम् अपि तुदादिभ्यः सह तस्य कार्यं भवति इति चिन्तयित्वा पुगन्तलघुपदस्य च कार्यं प्रथमं भवेत् प्रायः भवती एतादृशी रीत्या चिन्तयति. नो, तथा नास्ति. आर् एम् इस् नाट् टु मेक् बोत् द सूत्र वर्क्, आर् एम् इस् टु फैण्ड् औट् विच् सूत्र विल् वर्क् इन् कम् इन् इन् एस् कम्पेर्ड् टु दि अदर् सूत्र इति एव अस्ति. उभयोः एक उभयोः प्रसक्तिः भवेत् इति प्रश्नः नास्ति. उभयोः सोरि उभयोः कार्यं भवेत् इति इति प्रश्नः नास्ति. अस्तु, अग्रे अग्रे कः अस्ति? सुमन् महोदय. धन्यवादः. इदानीं पश्यामि. The idea is not to accommodate both, but to determine kasya karyam bhavati. Astu, aham avagachami, kintu kutha paryantam patitavan itra. Atra nitya bhavati. No, no. Sha pratyaye akrite gunah. श प्रत्यये अकृते गुणः भवति, किन्तु श प्रत्यये कृते गुणः न भवति. तदर्थं गुणः अनित्यः. श प्रत्ययस्य तु गुणे कृते अपि अकृते अपि प्राप्तिरस्ति. नाम क्षम्यतां, किञ्चित् कोल्ड् अस्ति. नाम गुणः क्रियतां तुद् योग ति तोद् योग ति तदानीं तुदादिभ्यः शः इत्यनेन विकर्णप्रत्यय विहितः. तोद् योग श योगति गुणे कृते अपि विकर्णप्रत्य प्राप्यते. गुणे अकृते अपि विकर्णप्रत्य प्रत्यये गुणः क्षम्यते अकृते अपि विकर्णः प्राप्यते. कृत अकृत प्रसङ्गे नित्यम्. अतः तुदादिभ्यः सह नित्यसूत्रं यद्यपि पुनः पुगन्तलघुपदस्य च इत्यस्य अपेक्षया पूर्वसूत्रं, तथापि तस्य तुदादिभ्यः सूत्र इत्यस्य कार्यं पूर्वं प्रवर्तते. अस्तु, इदानीं शप्रत्यय आगच्छति चेत् तत्र अनुबन्धस्य लोपः अनन्तरम् अकार एव तिष्ठति, अतः तुद भवति. इदानीं तु उकार लघु उकार उपधा स्थाने उपधायां स्थाने न भवति, अतः लघु पुगन्तलघुपदस्य च इति सूत्रं कार्यं न कर्तुं शक्नोति, गुणः न भवति. एतत्तु प्रथम सिनारियो अस्ति. अतः गुणकृते गुण न गुणस्य क्षम्यता अत्र षकारस्य प्रत्ययः अस्ति चेत् गुणकार्यं न भवति. नाम षकारप्रत्यय नास्ति, अकृत् अस्ति चेत् गुणकार्यं भवति, परन्तु षकारप्रत्यय अस्ति नाम कृत अस्ति चेत् गुणकार्यं न भवति. अतः गुणकार्यम् अनित्यम् अस्ति. किन्तु गुणकार्यं भवति चेत् तुद् योग ति भवति चेत् तत्र किं भवति इत्युक्ते तोद् योग ति भवति. अत्र शप्रत्यय आगन्तुं शक्नोति तुदादिभ्यः शः सूत्रस्य कार्यं भवितुं शक्नोति. अतः इदानीं तोद् योग श योग ति भवति अनुबन्धस्य लोपनन्तरं तोद् योग अयोगति तोदति भवति. नाम गुणः भवति अपि आगच्छति, न भवति अपि शकारः आगच्छति. इदानीं तु अतः तुदादिभ्यः सह गुणकृते अपि कार्यं कर्तुं शक्नोति, अकृते अपि कार्यं कर्तुं शक्नोति. अतः इदानीं तुदादिभ्यः सह सूत्रस्य संज्ञा भवति नित्यं सूत्रम् इति. तर्हि नित्यसूत्रम् अस्ति तुदादिभ्यः सह, अतः किं सूत्रं कार्यं करोति? नित्यसूत्रम् एव कार्यं करोति. नित्यसूत्रम् एव कार्यं करोति, यद्यपि पुगन्तलघुपदस्य च सूत्रस्य अपेक्षया संख्या न्यूनम् अस्ति. संख्यादृष्ट्या पूर्वसूत्रम् अस्ति, तथापि नित्यसूत्रम् अस्ति, अतः तुदादिभ्यः सह कार्यं करोति, पुगन्तलघुपदस्य च न करोति. अतः तुदति रूपं भवति, न तु तोदति. अस्तु, तर्हि इदानीं पर्यन्तम् अस्माभिः दृष्टं यत् विप्रतिषेधः अस्ति अथवा तुल्यबलविरोधः अस्ति चेत् परसूत्र पूर्वसूत्रस्य अपेक्षया बलवत्, परन्तु द्वयोः सूत्रयोः मध्ये नित्यं सूत्रं किमपि अस्ति चेत् नित्यसूत्रं बलवत्, तद् नित्यसूत्रं पूर्वसूत्रम् अष्टाध्याय्यां संख्यारिष्टे दृष्ट्या पूर्वसूत्रम् अस्ति चेदपि तस्य कार्यं भवति, यतोहि तद् नित्यं सूत्रम्. तदनन्तरं वयं जानीमः यत् द्वयोः सूत्रयोः मध्ये कोऽपि अपवादसूत्रः अस्ति, तत्तु सर्वदा बलवत्तमम् अस्ति, तस्य तु कार्यं सर्वदा प्रथमं भवति अपि एव, न भवति चेत् तत् कुत्रापि कार्यं न कर्तुं शक्नोति. अतः अपवादसूत्रं सर्वदा प्रथमं कार्यं करोति. पूर्वमस्ति, नित्यमस्ति, परमस्ति, किमपि अस्ति चेदपि अपवादः अस्ति, अतः अपवादसूत्रं कार्यं करोति. अधुना एकम् एव अवशिष्टम् अस्ति, अन्तरङ्गम्. अन्तरङ्गम् इत्युक्ते किं महोदय? महोदय, आं वदतु महोदय. क्षम्यता महोदय, पूर्वकक्षा मया न आगतं, किन्तु एकवारं कृते अकृते इति पूर्वपरिच्छेदे अपि मया तद् स्पष्टं न, अतः किञ्चित् वदतु महोदय. अस्तु, अहं तुद् योगः ति एतस्य उदाहरणस्य सहायतया एव वदामि यत् अकृत् कृत् इत्युक्ते किम्. अस्तु, तर्हि तुद् योगः ति इति स्थितिः अस्ति. अत्र एकम् अस्ति गुणकार्यं करणीयम्, अन्यमस्ति विकरणप्रत्यय विकरणप्रत्ययस्य आगमनम् इति द्वे कार्ये स्तः. प्रश्नः अस्ति किं कार्यं भवति तुद्योगः ति इति स्थाने. अस्तु, तर्हि चिन्तयतु प्रथमं, तर्हि तुद्योगः ति इति स्थाने गुणस्य अपि कार्यं, गुणमपि भवितुं शक्नोति, शप्रत्ययस्य आगमनम् अपि भवितुं शक्नोति. अधुना चिन्तयतु यत् प्रथमं गुणं भवति, तर्हि तुद्योगः ति इति स्थाने प्रथमं गुणकार्यं करोतु उगन्तलघुपदस्य च इति सूत्रेण. तर्हि रूपं भवति तोद् योगः ति. अधुना एकवारं तोद् योगः ति भवति, तदनन्तरं तुदादिभ्यः शः इति सूत्रेण अप्रत्ययस्य आगमनस्य प्रसक्तिः अस्ति न वा महोदय? अस्ति महोदय. अस्ति, यतोहि तुदादिभ्यः शः किं वदति, सार्वधातुकप्रत्यय परे अस्ति चेत् तुदादिगणे श विकरणप्रत्ययः आगच्छति. अत्र ति अस्ति, सार्वधातुकप्रत्ययः अस्ति, तुदादिगणः अस्ति, अतः श प्रत्ययः आगच्छति. नाम गुणस्य गुण न भवति चेदपि, नाम गुणस्य अकृते अपि तुदादिभ्यः श तस्य प्रसङ्गः वर्तते. गुणः भवति चेदपि, नाम कृत अस्ति चेदपि तुदादिभ्यः शः तस्य प्रसङ्गः वर्तते. नाम गुणकृत अकृत् अपि तुदादिभ्यः शः कार्यं करोति. अतः तुदादिभ्यः शः नित्यसूत्रमस्ति. परन्तु तुद्योगः ति इति स्थाने यदि तुदादिभ्यः शः प्रथमम् आगच्छति, तुद्योगः अयोगः ति, अधुना गुणकार्यं न भवितुं शक्नोति. किमर्थं? यतोहि अ यत् प्रत्ययः अस्ति तत् अपित् अस्ति, सार्वधातुकम् अस्ति, अपित् अस्ति, अतः णित्वत् भवति. अतः णिति च इति सूत्रेण गुणकार्यं न भवितुं शक्नोति. नाम सुदादिभ्यः शः तत् कार्यं न करोति चेत्, नाम अकृत् अस्ति चेत् उगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति. परन्तु तुदादिभ्यः शः तस्य कार्यं यदि भवति, नाम यदि तुदादिभ्यः शः कृत अस्ति, तर्हि पुगन्तलघुपदस्य च कार्यं न भवति, तस्य प्रसङ्गः न भवति. अतः पुगन्तलघुपदस्य च कार्यं तुदादिभ्यः शः तस्य भवति न वा, तावत् तस्मात् किं तुदादिभ्यः शः भवति न वा तस्मात् डिपेण्ड् करोति. अतः गुणकार्यं यत् अस्ति पुगन्तलघुपदस्य च यत् अस्ति तत् नित्यसूत्रं नास्ति, अनित्यसूत्रमस्ति, खलु? सः द्वादिभ्यः शः तस्य कार्यं भवति. अवगच्छति वा कृत् अकृत् किमस्ति? अवगच्छामि महोदय, धन्यवादः. अस्तु, सर्वे अवगच्छन्ति अधुना नित्यं किम्? अस्तु, तर्हि अग्रे गच्छामः. अन्तरङ्गम् को अस्ति अधुना? संशय महोदय, अन्य उदाहरणमस्ति वा? अन्य उदाहरणम् अस्ति, अधुना तत् अन्तरङ्गप्रसङ्गे एव आगच्छति, तत्र वयं पश्यामः. अस्तु, लीना महोदय. अस्मि. अस्तु महोदय, अन्तरङ्गम् अग्रे पठामि वा? आम्. अन्तरङ्गम्, अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः. अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इति अनेन न अवयवः न वा यस्मात् प्रत्ययविधिस्तत्तादिप्रत्ययेऽङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु तत् अत्र अङ्गम् इति उक्ते निमित्तम्. किं लिखितम्? अत्र लिखितमस्ति यत् अन्तरङ्गं बहुविध नाम बहुप्रकारकम् अस्ति, अतः तस्य व्याप्तिः अतीव अस्ति. अत्र प्रकारद्वयं दृश्यते, तस्य चर्चा अस्ति. अस्मिन् प्रसङ्गे अङ्गं नाम अवयवं नास्ति अति अपि तु निमित्तम् अस्ति इति कथितं कथितमस्ति. तथा च तथा च एकं सूत्रम् अपि अस्ति अत्र, यस्मात् प्रत्ययविधिः तदादि प्रत्यय अङ्गं नाम अङ्गम् इति पदस्य इति सिद्धान्तस्य व्याख्या अस्ति इति मन्ये. तर्हि व्याकरणे अथवा लौकिकभाषायाम् अङ्ग इति शब्दस्य पदस्य बहुविध अर्थं बहूनि अर्थानि सन्ति. एकं तु अस्ति सामान्यतया यत् अङ्गम् अस्ति नाम अवयव. एकम् अस्ति व्याकरणे यत् प्रत्ययः अस्ति, प्रत्ययस्य पूर्वं यदपि अस्ति तद् अङ्गम् इति अपि वयं जानीमः. तर्हि यस्मात् प्रत्ययविधिस्तथादि प्रत्यय अङ्गम् इति वदति यत् यत् प्रत्ययः अस्ति प्रत्ययस्य कारणेन यस्मिन् कार्यं भवति तद् अङ्गम् इति एव इति अपि अङ्गम् अस्ति नाम व्याकरणरीत्या अङ्गस्य एकपरिभाषा अस्ति. परन्तु अन्तरङ्गम् इति शब्दे यत् अङ्गम् अस्ति तद् न तु अवयवः न तु प्रत्ययस्य कृते अङ्गम्. अन्तरङ्गम् इति पदे अङ्गस्य अर्थम् अस्ति निमित्तम्. निमित्तम् अस्तु, अग्रे पठतु. परिभाषेन्दुशेखरग्रन्थे लिख्यते, नित्यादपि अन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्य सिद्ध्यत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. तत्र परिभाषेन्दुशेखर इति परिभाषा इत्यस्य कृते एकः ग्रन्थः अस्ति, तस्य वाक्यम् अत्र उद्धृतम् अस्ति. नित्यात् अपि अन्तरङ्गं बलीयः नाम या चर्चा अस्ति बलाबलस्य, तस्य नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलीयः तथा अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नाम न जानामि किमस्ति. नित्यशास्त्रस्य अत्र एकमस्ति नित्याद् अपि अन्तरङ्गं बलीयः नाम नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलीय इति तु अस्ति. अग्रे यद् लिखितमस्ति तत् तस्य कारणमस्ति. नित्यादपि अन्तरङ्गं बलीय किमर्थं? कारणमस्ति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नाम यदि नित्यसूत्रमस्ति अन्तरङ्गसूत्रमस्ति तर्हि अन्तरङ्गसूत्रस्य कार्यं प्रथमं भवति. किमर्थं? यतोहि तद् नित्यसूत्रं यत् अस्ति तद् अन्तरङ्गसूत्रस्य कृते बहिरङ्गं भवति. तर्हि किमस्ति चिन्तयतु, द्वे सूत्रे स्तः, एकम् अस्ति अन्तरङ्गं सूत्रं. तर्हि एकम् अन्तरङ्गम् अस्ति अतः तस्य कृते अन्यसूत्रम् आटोमेटिकलि बहिरङ्गं भवति. अन्तरङ्गं बहिरङ्गं सर्वदा एकसूत्रस्य तुलनेन भवति, अपेक्षया भवति. तर्हि अन्तरङ्गसूत्रम् अस्ति अतः अन्यसूत्रं यत् अस्ति यत्किमपि भवतु, नित्यसूत्रं भवतु, परसूत्रं, पूर्वसूत्रं, किमपि अस्ति, तत् सूत्रं तत् अन्तरङ्गसूत्रस्य कृते बहिरङ्गं भवति. तर्हि अन्तरङ्गसूत्रस्य कृते यद् बहिरङ्गं यत् अस्ति तर्हि सर्वदा तद् बहिरङ्गसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् अस्ति. तदेव लिखितमस्ति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नाम यदि अन्तरङ्ग अस्ति तस्य अपेक्षया बहिरङ्गसूत्रम् असिद्धं भवति. अतः यत्र कुत्रापि अन्तरङ्गसूत्रम् आगच्छति तस्य कृते अन्यसूत्रं किमपि अस्ति, नित्यं परं पूर्वं किमपि अस्ति चेत् तत् अन्तरङ्गसूत्रस्य कृते बहिरङ्गं भवति, बहिरङ्गं सूत्रं सर्वदा असिद्धं भवति, अतः अन्तरङ्गसूत्रस्य कार्यं भवति। किन्तु अन्तरङ्गम् इत्युक्ते तदग्रे आगच्छति। अस्तु, नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्, यत् नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् इति उच्यते। कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्, यत् कारणम् अधुना भवता स्पष्टीकृतं तत्। अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्। नाम बहिरङ्गं शास्त्रं, बहिरङ्गशास्त्रम् असिद्धम्, अन्तरङ्गम् अन्तरङ्गशास्त्रं बलवत् अस्ति इति अत्र उक्तमस्ति। अत्र अन्तरङ्गे इति अनेन विषयसप्तमी, अन्तरङ्गे सप्तमी विभक्त्याः रूपमस्ति, तत्र विषयसप्तमी अस्ति इति उक्तम्। अतः अर्थः एवं भवति, द्वयोः सूत्रयोः समानकालप्राप्ति अवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति। विषयसप्तमी अस्ति, अतः एकस्मिन् एव अवसरे यदा द्वयोः सूत्रयोः प्राप्तिः अस्ति तदा अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धम् अस्ति। नाम अन्तरङ्गं सूत्रं बलवत् अस्ति, नाम अन्तरङ्गं शास्त्रं बलवत् अस्ति। विषयसप्तमी यत् अस्ति तदा तत् स्पष्टीकर्तुं शक्यते, तर्हि कृपया। सप्तमी, एकसप्तमी तु अस्ति निमित्तसप्तमी, नाम सप्तमी अस्ति तथा पूर्वकार्यं करोतु इति अस्ति। व्याकरणं सप्तमी निमित्तसप्तमी भवितुं शक्नोति, विषयसप्तमी निमित्तसप्तमी इति यदि सप्तमी अस्ति चेत् पूर्वकार्यं करोति। अत्र तावत् किमपि नास्ति, अतः विषयसप्तमी अस्ति, नाम यत्र रेग्युलर् सप्तमी यत् अस्ति लौकिकभाषया, आम् तत्र सप्तमी इति विषय यदि अस्ति तादृशं तर्हि सप्तमी। अवगतम्। अग्रे पठामि वा? अत्र नित्यात् अपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्। अतः किमपि बनामकं सूत्रम् अनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं बसूत्रम् असिद्धं, यदि अपि असूत्रं प्रति बसूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्। अत्र नित्यात् अपि अन्तरङ्गं बलीयः इत्यस्य विषये अ ब इति सूत्रस्य नाम दत्त्वा स्पष्टीकरणं कृतम् अस्ति। अत्र ब नामकं सूत्रं तथा च अनामकम् एकं सूत्रमस्ति। अनामकं सूत्रं बहिरङ्गं सूत्रमस्ति तथा च ब नामकं सूत्रं बहिरङ्गमस्ति, अनामकं सूत्रमस्ति अन्तरङ्गम्। अस्मिन् उदाहरणे अन्तरङ्गं सूत्रम् एव बलवत् अस्ति, यद्यपि ब सूत्रम् असिद्धम् अस्ति तर्हि अपि, सोरि असिद्धं न, परसूत्रम् अस्ति वा नित्यसूत्रम् अस्ति वा तथापि ब सूत्रं सदैव असिद्धम् एव भवति, यतोहि असूत्रम् अन्तरङ्गं सूत्रमस्ति। अग्रे इत्थं च, इत्थं च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति। अत्र तु परशास्त्रं विप्रतिषेधे परं कार्यं, तत्रतः परशास्त्रं तथा च अधुना एव ए इति बिन्दुतः वयं पठितवन्तः नित्यसूत्रस्य कृते, तत् अपि भवति चेत् अपि बहिरङ्गम् अस्ति तदापि असिद्धम् एव भवति इति उक्तम् अस्ति। अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. अन्यपरिभाषा अस्ति तथैव लिखति असिद्धं बहिरङ्गम् अन्तरङ्गे, नाम अन्तरङ्गे बहिरङ्गम् असिद्धम्. अधुना अस्माभिः पठितं यत् किञ्चित् अन्तरङ्गं किम् अस्ति इति वयं न जानीमः, परन्तु एकं सूत्रम् अन्तरङ्गम् अस्ति, तस्य कृते अन्यसूत्रं बहिरङ्गम् अस्ति. तर्हि एतादृशी स्थित्याम् अन्तरङ्गसूत्रस्य कार्यं भवति, बहिरङ्गं सूत्रं नित्यसूत्रं भवेत्, परसूत्रं भवेत्, किमपि भवेत्, अन्तरङ्गसूत्रस्य अपवादः न भवेत्, परन्तु अन्तरङ्गसूत्रस्य कार्यं भवति. नाम अन्तर बहिरङ्गसूत्रस्य अपेक्षया अन्तरङ्गसूत्रस्य प्रसक्तिः. अधुना प्रश्नः आगच्छति यत् बहिरङ्गसूत्रम् अन्तरङ्गसूत्रम् इत्युक्ते किं, कथं जानीमः किं सूत्रम् अन्तरङ्गं किं सूत्रं बहिरङ्गं, तर्हि तद् तस्य ज्ञानस्य कृते अग्रे गच्छामः. धन्यवादः महोदय. धन्यवादः. विधि गोविन्दराजन् महोदय अस्ति खलु, अग्रे पठतु. ततः आरभ्य महोदय. ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम् अन्तरङ्गं शब्दे भागद्वयम् अन्तयोगः अङ्गम्. अन्त इत्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीय निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्. अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. किं लिखितम्? अन्तरङ्गं किम् इति दत्तम्. अन्तरङ्गं शब्दः अन्तः प्लस् अङ्गम्. अन्तः महोदय, अत्र अङ्गम् इत्युक्ते किम्? अन्त प्लस् अङ्गम्. अन्त इत्युक्ते मध्ये. अङ्गम् इत्युक्ते अङ्गम्. अङ्गम् इत्युक्ते अत्र दत्तं भागः इति. न न न, उपरि लिखितमस्ति खलु, अधुना एव पठितम्. अन्तरङ्गम् इति शब्दे अङ्गं, तस्य अर्थं किं? निमित्तम्. निमित्तम्. अन्तरङ्गम् इत्युक्ते अन्तर् इत्युक्ते मध्ये, अङ्गम् इत्युक्ते निमित्तं, मध्ये निमित्तं. कस्य मध्ये? बहिरङ्गशास्त्रीय निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्. बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः. किं लिखितं महोदय? अनया रीत्या अन्तरङ्गशास्त्रीय. अस्तु, तर्हि एकम् एकं पदं गृहीत्वा पठामः. तर्हि अन्तर्मध्ये नाम अन्त इत्युक्ते मध्ये, एतत्तु सर्वे जानन्ति. तर्हि अग्रे किमस्ति? बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, तस्य अर्थं किम्? अस्तु, तर्हि वयं सर्वे जानीमः यत् कस्यापि सूत्रस्य कार्यस्य कृते निमित्तानि आवश्यकानि खलु. निमित्तानि प्रत्येकसूत्रस्य कार्यस्य कृते निमित्तानि सन्ति. नाम इको यणचि सूत्रमस्ति, इको यणचि सूत्रस्य कृते निमित्तानि कानि सन्ति महोदय? अचि. अचि अपि अन्य इकः अपि अस्ति खलु अत्र? इकः. इक प्रत्याहारस्य वर्णः अस्ति, तदनन्तरं कोऽपि अच् वर्णः अस्ति, तर्हि अत्र निमित्तद्वयमस्ति. प्रत्येकसूत्रस्य कृते निमित्तम् आवश्यकं, निमित्तं नास्ति चेत् सूत्रं कार्यं न करोति. तर्हि चिन्तयतु, एकं सूत्रमस्ति, तस्य बहूनि निमित्तानि आवश्यकानि सन्ति खलु? तर्हि तानि सर्वाणि निमित्तानि तेषां समूहः अथवा समुदायः अस्ति, निमित्तानां समुदायः, निमित्तसमुदायः. तस्मिन् निमित्तसमुदाये केचन निमित्तानि सन्ति. यदि कस्यापि अन्यसूत्रस्य निमित्तानि यदि एतस्मिन् समुदायमध्ये सन्ति, अन्तर्भूतानि सन्ति, तर्हि तद् अन्यसूत्रम् अन्तरङ्गं सूत्रमस्ति. नाम पश्यतु, एकं सूत्रमस्ति सूत्रम् अ, अन्यसूत्रमस्ति सूत्रं ब. तर्हि सूत्र ब अस्ति, सूत्र ब अस्ति, तस्य निमित्तानि सन्ति, तस्य निमित्तानि सन्ति, तस्य निमित्तानां समूहः अस्ति, निमित्तानां समुदायः अस्ति. ब सूत्रस्य कश्चन निमित्तसमुदायः अस्ति. यदि असूत्रस्य यानि निमित्तानि आवश्यकानि, यदि तानि निमित्तानि ब सूत्रस्य निमित्तसमुदाये मध्ये अन्तर्भूतानि सन्ति, नाम असूत्रस्य निमित्तानि यानि आवश्यकानि तानि ब सूत्रस्य निमित्तसमुदाये मध्ये आगच्छन्ति, नाम द निमित्त आफ् बि आर् अ सब्सेट् आफ् निमित्त आफ् द निमित्त आफ् ए आर् अ सब्सेट् आफ् निमित्त आफ् बि, तर्हि असूत्रस्य निमित्तानि ब सूत्रस्य निमित्तसमुदायमध्ये अन्तर्भूतानि मध्ये आगच्छन्ति. अतः असूत्रम् अन्तरङ्गम्, यतोहि तस्य सूत्रस्य सर्वे निमित्तानि नाम अङ्गानि ब सूत्रस्य निमित्तसमुदाय यत् अस्ति, यः अस्ति, तस्य अन्तस्य अन्तर्मध्ये आगच्छति. अतः असूत्रम् अन्तरङ्गं, तदेव लिखितमस्ति. तत्तु अपवादसूत्रं न भवति किं? न, तत् अत्र महोदय निमित्तमस्ति, कार्यक्षेत्रं नास्ति, अत्र निमित्तानां विषयः अस्ति. तद् निमित्तमस्ति, तर्हि एतादृशं स्थितिः नास्ति यत् सूत्रं निरवकाशः भवति इति किमपि वा. अपवादमध्ये किमस्ति यत् सम्पूर्णकार्यक्षेत्रं सब्सेट् अस्ति, निमित्तानि सब्सेट् अस्ति. तर्हि बहिरङ्गशास्त्रे निमित्तसमुदायमध्ये अन्तर्भूतानि निमित्तानि यस्य सूत्रस्य तत् सूत्रम् अन्तरम् इति लिखितम्. महोदय प्रश्नः, बहूनि निमित्तानि सन्ति ब सूत्रस्य, तस्मिन् मध्ये असूत्रस्य निमित्तानि सन्ति किल? तदेव लिखितम् अत्र, बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य, नाम यस्य सूत्रस्य निमित्तानि बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि तद् सूत्रम् अन्तरङ्ग इति. बहिरङ्गसूत्रम् आम्, असूत्रम् अन्तरङ्गसूत्रम् आम्, अन्तरङ्गसूत्रं बहिरङ्गसूत्रस्य मध्ये भवति, तस्य निमित्तानि निमित्तानि आम् बसूत्रस्य निमित्तानां समूहमध्ये अवगतं तर्हि अग्रे अपि अस्ति एवं तावदेव रीत्या अधुना महोदय वदतु एवम् इत्युक्ते अनया रीत्या अन्तरङ्गशास्त्रीय निमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम् रिवर्स् अन्तरङ्गरीत्या निमित्तसमुदायम् अस्ति ये निमित्तानि समुदायात् मध्ये यत् सूत्रनिमित्तम् आगच्छति तत् बहिरङ्गशास्त्रस्य निमित्तम् तस्य नाम अन्तरङ्गसूत्रस्य यानि निमित्तानि सन्ति तत् निमित्तसमुदायात् बहिः यस्य सूत्रस्य निमित्तं सन्ति तत् सूत्रं बहिरङ्गसूत्रं नाम अन्तरङ्गं बहिरङ्गं कम्पेरिसन् मध्ये अस्ति वित् रिस्पेक्ट् टु वन् अनदर् अन्तिमवाक्यं किम् नाम एकसूत्रस्य अपेक्षया एकं सूत्रम् अन्तरङ्गं तद् अन्तरङ्गसूत्रस्य अपेक्षया अन्यसूत्रं बहिरङ्गम् इति अवगतं किमपि मध्ये आगच्छति तस्य नाम अन्तरङ्गं वा महोदय बहिः यत् वर्तते एतत् बहिरङ्गसूत्रस्य निमित्तानि तर्हि यत्र लिखितमस्ति अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम् तर्हि एकम् उदाहरणं पश्यामः अत्र न लिखितमस्ति बहु अग्रे लिखितमस्ति परन्तु अहं वदामि तर्हि एकं धातु अस्ति सिव् धातु अस्ति तस्य सिव् योगः न प्रत्ययः किमपि अस्ति अधुना वयं न जानीमः परन्तु सिव् योगः न अस्ति तस्य सिव् योगः न इति यदा तस्य प्रक्रिया भवति तस्य एकस्मिन् स्थाने वकारस्य स्थाने दीर्घ उकारः आगच्छति नाम सिव् योगः न प्रत्ययदस्ति तद् सि उ न इति भवति अस्तु एकं प्रक्रियाम् अस्ति चिन्तयतु सि उ न सि उ योगः न आर्धातुकप्रत्ययः अस्ति सि उ अस्ति अधुना किमस्ति प्रश्नः अस्ति यत् सि उ न अधुना सूत्रद्वयस्य प्रसक्तिः अस्ति एकं सूत्रं तु अस्ति उगन्तलघुपदस्य च नाम सि उ न अत्र इकारः उपधायाम् अस्ति ह्रस्व इकारः न आर्धातुकप्रत्ययः अस्ति अतः न आर्धातुकप्रत्ययः अस्ति इकारः ह्रस्व अस्ति उपधायाम् अस्ति अतः उगन्तलघुपदस्य च इति सूत्रस्य प्रसक्त्या गुणकार्यं भवितुं शक्नोति परन्तु इको यणचि सूत्रस्यपि प्रसक्तिः अस्ति नाम सि उ अस्ति इकार उकार अस्ति तर्हि तत्र इको यणचि अपि भवितुं शक्नोति इको यणचि भवति चेत् स्यु भवति उगन्तलघुपदस्य भवति चेत् से योगः उ भवति तर्हि प्रश्नः भवति कस्य सूत्रस्य कार्यं भवति इति अस्ति तत्र सर्वे प्रश्नः आगच्छति वा प्रश्नम् अवगच्छन्ति वा न महोदय न अस्तु एकम् अहम् उदाहरणं ददामि तत्र सि उ न इति किमपि अस्ति एकं प्रक्रियाम् अस्ति एकं किमपि कार्यम् अस्ति तत्र एकं पद एक सोपाने सि उ योगः न इति आगच्छति सि उ न अधुना न आर्धातुकप्रत्ययः अस्ति सि उ अङ्गम् अस्ति तत्र प्रश्नः अस्ति यत् इको यणचि कार्यं करोति तर्हि इकारः उकारः तस्य सन्धिः अस्ति खलु सि उ अतः इको यणचि कार्यं करोति अथवा न प्रत्ययः आर्धातुकप्रत्ययः अस्ति अतः सि उ मध्ये इकारः लघु उपधा अस्ति अतः पुगन्तलघुपदस्य च इति कार्यं करोति इति स्थितिद्वयम् अस्ति प्रश्नः अस्ति, क्लेशः अस्ति, प्रश्नः अस्ति किं कार्यं प्रथमं करोति। एकनिमिष, से उ भवति चेत् तत्र अपि सन्धिः भवति किम्? सन्धिः तु भवति परन्तु रूपं सयु भवति, एक एककाले स्यु भवति, एककाले सयु सयु भवति, सयु परन्तु क्लेशः अस्ति खलु। तर्हि प्रश्नः अस्ति कस्य कार्यं भवति, कोऽपि जानाति वा कस्य कार्यं भवति? स्यु इति चिन्तयामि। किमर्थं, कारणमपि वदतु। सम्यक् श्रूयते, सम्यक् श्रूयते, अस्तु। अन्य कोऽपि? न, द्वितीयसूत्रस्य निमित्तानि कानि? तत्तु अग्रे अधुना तद् मा वदतु, भवती किं चिन्तयति? पुगन्तलघुपदस्य च एकमस्ति, इकोयणचि एकमस्ति, पुगन्तलघुपदस्य च पुगन्तलघुपदस्य, अस्तु, पुगन्तलघुपदस्य च इकोयणचि सूत्रात् परसूत्रमस्ति। सूत्रसङ्ख्या भवितुं ज्ञातुं शक्यते? अहं वदामि, पुगन्तलघुपदस्य च सप्तमः अध्यायः अस्ति, इकोयणचि षष्ठमः अध्यायः अस्ति। अतः कस्य सूत्रस्य कार्यं भवति? इकोयणचि। किमर्थं? परसूत्रं, परसूत्रमेव। पुगन्तलघुपदस्य परसूत्रमस्ति। ओ, पुगन्तलघुपदस्य सप्तमः। तर्हि पुगन्तलघुपदस्य भवति वा? पुगन्तलघुपदस्य परसूत्रमस्ति खलु, भवति खलु, परसूत्रं पुगन्तलघुपदस्य परसूत्रमेव बलवत्करम्। परन्तु तथा तथा नास्ति, अन्यथा ऐ वुड् नाट् बि सेयिङ्ग् दिस्। सो तथा नास्ति, परसूत्रमस्ति चेदपि तस्य कार्यं प्रथमं न भवति, इकोयणचि कार्यं भवति। किमर्थं? This would not be a relevant example. तर्हि पुगन्तलघुपदस्य च परसूत्रम् अस्ति, तथापि तस्य कार्यं न भवति, इकोयणचि सूत्रस्य कार्यं भवति। तत्र अन्तरङ्गं कथं वदतु? अन्तरङ्गम् अस्ति, तदेव कारणमस्ति, कथमस्ति? अस्तु, इकोयणचि इति, न क्षम्यता, पुगन्तलघुपदस्य च इति सूत्रस्य कृते सि उ न इति उदाहरणे निमित्तानि कानि कानि? इकार अस्ति, ह्रस्व इकार अस्ति, उपधायाम् अस्ति, अनन्तरं अच्वर्णः भवति, अनन्तरं नाम त्रयाणि निमित्तानि, त्रीणि निमित्तानि सन्ति खलु। एकं तु आर्धातुकप्रत्ययः भवेत्, न प्रत्ययः, तदनन्तरं पुगन्तलघुपदस्य, तदनन्तरम् आर्धधातुकप्रत्यय उपधायाम् इक् वर्णः, तर्हि लघु इक् वर्णः, तर्हि ह्रस्व इकारः, उकारः तथा न, त्रीणि निमित्तानि सन्ति खलु। उकारः निमित्तं नास्ति खलु? उकारः नास्ति चेत् इकारः उपधायां कथं भवति? न न, उपधायाम् अस्तु निमित्तम्, उकारः नास्ति निमित्तम्, उकारस्य स्थाने किमपि किमपि भवेत्, किमपि भवेत्, परन्तु अत्र उकारः अस्ति खलु। अस्तु, इकारः तस्य अनन्तरं यत् वर्णः अस्ति, तदनन्तरं त्रीणि निमित्तानि सन्ति, अत्र उकारः अस्ति तत्कर्णः, अतः उकारः। तर्हि इ उ न त्रीणि निमित्तानि सन्ति खलु, सर्वे विशेषप्रत्ययः महोदय, न न, ऊ किमपि अस्ति विकरणप्रत्यये नास्ति किन्तु इको एनर्जि नकारस्य एकनिमिषः लेट्स् नाट् जम्प् सर्वे अवगच्छन्ति वा उगन्तलघुपदस्य च इति निमित्तानि कानि कानि इकारः उकारः न खलु अधुना मीना महोदय मीना सुन्दरेशन् महोदय इको एनर्जि सूत्रस्य निमित्तानि कानि इको इक् वर्णः अचि अचि पर अचि ऊ अचि अच् पर परं भवति इक् वर्णस्य सि इक् वर्णस्य नास्ति सि ऊ न अस्याम् एतस्मिन् उदाहरणे इको यणचि सूत्रस्य निमित्तानि कानि एकः एकः सि वर्णः एकः अच् अच् अच् परं भवति अच् वर्णः नाम अच् भवितव्यम् एकनिमिषम् अत्र केवलं वदतु सि ऊ इको यणचि सूत्रस्य निमित्तानि कानि इक् इक् वर्णः पूर्वम् अच् वर्णः परं तर्हि तर्हि इको निमित्तमस्ति निमित्तद्वयमस्ति इकारः तर्हि अधुना इको यणचि सूत्रस्य निमित्तम् अस्ति इकारः उकारः नकारः न सुगन्तलघुपदस्य च सूत्रस्य निमित्तानि सन्ति इकारः उकारः न तर्हि किं सूत्रम् अन्तरङ्गं किं सूत्रं बहिरङ्गम् इको एनचि अन्तरङ्गम् उत्तमं विधि महोदय विधि गोविन्दराजन् महोदय विधि महोदय अस्ति वा अस्ति महोदय अधुना वयं जानीमः यत् यत् किं अन्तरङ्गं बलवत् न तत्तु अस्ति परन्तु इदानीं वयं जानीमः यत् उगन्तलघुपदस्य च सूत्रस्य निमित्तसमुदाये इकारः उकारः न इति आगच्छन्ति इको यणचि तस्य निमित्तानि सन्ति इकारः उकारः अधुना वदतु यत् इको यणचि अथवा उगन्तलघुपदस्य च किं सूत्रम् अन्तरङ्गम् इको यणचि अन्तरङ्गम् उगन्तलघुपदस्य च अन्तरङ्गमस्ति अन्तरङ्गं किमर्थम् एकवारम् अन्तरङ्गं बहिरङ्गम् इत्युक्ते बहिरङ्गस्य निमित्तसमुदाये अन्तरङ्गसूत्रस्य निमित्तानि अन्तर्भूतानि तर्हि अत्र कस्य सूत्रस्य निमित्तानां मध्ये कस्य सूत्रस्य निमित्तानि अन्तर्भूतानि इको एनर्जि निमित्तानि सन्ति भवती अवगच्छति विजि महोदय न अवगच्छति विजि महोदय इको एनर्जि अन्तरङ्गं महोदय वा भवती पृच्छति अथवा वदति यतोहि तस्य मध्ये तस्य निमित्तसमुदाय सूत्रस्य निमित्तानि नाम इ उ अन्तर्भूतानि तावदेव रीत्या इको यणचि तस्य सूत्रस्य ये निमित्तानि सन्ति इ उ तस्य निमित्तसमुदायात् बहिः उगन्तलघुपदस्य च सूत्रस्य निमित्तानि सन्ति यतः न अस्ति न इ उ इति समुदायात् बहिः अस्ति अतः इको यणचि अन्तरङ्गम् उगन्तलघुपदस्य च बहिरङ्गम् तथा यथापि यद्यपि उगन्तलघुपदस्य च परसूत्रमस्ति परन्तु अन्तरङ्गत्वात् इको यणचि सूत्रस्य कार्यं भवति. अतः सियोगः तत्र स्यु भवति न तु सयु. सर्वे अवगच्छन्ति वा? सर्वे अवगच्छन्ति वा उदाहरणं किमस्ति, कथम् इकोयणचि भवति, पुगन्तलघुपदस्य च न भवति? भानुमहोदय अवगच्छति वा? आं महोदय. मदरमहोदय अवगच्छति वा? अवगच्छामि महोदय, अवगच्छामि महोदय. अस्तु, सर्वे अवगच्छन्ति. कारणेन सर्वे अवगच्छन्ति यत् अन्तरङ्गं बहिरङ्गम् इत्युक्ते किम्. तर्हि अन्तरङ्गस्य कार्यं भवति, बहिरङ्गस्य कार्यं न भवति इति अस्ति. तर्हि इति सर्वे प्रायः अधुना अवगच्छन्ति. अस्तु, तर्हि अग्रे गच्छामः. मदर महोदय. हा महोदय. इत्यच तदनन्तरं तस्य अग्रे उपर्युक्तं यत् अन्तरङ्गं बहुविधमः अत्र प्रकारद्वयं प्रदर्श्यते. पूर्वोस्थितनिमित्तिकम् अन्तरङ्गम्. पूर्वोस्थितनिमित्तिकस्यन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्. अस्य बोधनार्थं दृष्टान्ते दीयते. अत्र इदम् उदाहरणं मा पठतु. तत्र पूर्व उपस्थितनिमित्तकस्य अपि अन्तरङ्गवात् इति लिखितमस्ति, तस्य अर्थं किं? अन्तरङ्गम् इत्युक्ते तस्य निमित्तानि अन्यसूत्रस्य अन्ते अपि अस्ति इति, मध्ये अपि अस्ति इति अन्तरङ्गं. तत् पूर्वं वा परं वा इति न चिन्तनं भवति. पूर्वस्थित इत्युक्ते ई द्वे अपि अन्तरङ्गम् इति अस्ति वा उदाहरणे? तर्हि प्रश्नः अस्ति यत् अन्तरङ्गसूत्रस्य ये निमित्तानि सन्ति ते बहिरङ्गसूत्रस्य निमित्तसमुदाये मध्ये सन्ति खलु? तर्हि प्रश्नः अस्ति यत् मध्ये इत्युक्ते कुत्र? मध्ये केन् बि एनिवेर्. पूर्वं नाम आरम्भे अपि अस्ति, मध्ये अपि अस्ति, अन्ते अपि अस्ति. तर्हि पूर्वमस्ति, आरम्भे अस्ति, मध्ये अन्ते अस्ति. तावद्रीत्या अन्तरङ्गस्य प्रकारणि भवन्ति. तर्हि पूर्व उपस्थितम् अन्तरङ्गम् अन्तरङ्गम् इत्युक्ते बहिरङ्गशास्त्रस्य यस्य बहिरङ्गमस्ति तस्य निमित्ताय निमित्तसमुदायस्य पूर्वं नाम आरम्भे अन्तरङ्गसूत्रस्य निमित्तानि सन्ति इति पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् नाम उदाहरणमस्ति खलु सि ऊन. तत्र मदर महोदय आम् महोदय. पि ऊ न इति उदाहरणे सूत्रम् अन्तरङ्गम् अस्ति तस्य सूत्रस्य निमित्तानि कानि निमित्तानि इको एनर्जि सूत्रस्य निमित्तानि कानि तर्हि ऊन् इति समुदायस्य आरम्भभागे नाम पूर्वभागे अस्ति नाम इकोयनस्य निमित्तानि उगन्तलघुपदस्य सूत्रस्य निमित्तसमुदायं मध्ये तु अस्ति अन्तर्भूतं तु अस्ति परन्तु केवलम् अन्तर्भूतं पूर्वे अपि नामे आरम्भे आगच्छन्ति वा महोदय तस्य किमपि महत्त्वं किं पूर्वमस्ति वा परमस्ति प्रकारमस्ति तत् तत् महत्त्वम् अस्ति न वा किमस्ति अग्रे पठामः परन्तु अस्मिन् अधुना तु वयं जानीमः यत् अन्तरङ्गं किं बहिरङ्गं किं कथं जानीमः अन्तरङ्गं किं बहिरङ्गं किम् अन्तरङ्गस्य महत्त्वम् अधिकम् अस्ति इति वयं सर्वे जानीमः अग्रिमरविवासरे वयं पश्यामः यत् अधिक उदाहरणानि पश्यामः अन्यप्रकार पश्यामः इति सर्वम् अग्रे पश्यामः परन्तु अधुना सर्वे अवगच्छन्ति खलु अन्तरङ्गं बहिरङ्गं किम् अस्तु प्रश्नः अस्ति वा कस्यापि नास्ति चेत् विरमामः अधुना धन्यवादः महोदय नमो नमः।